इन्द्रियाणां हि यस्माच्चरतां स्वस्वविषयेषु प्रवर्तमानानां यत् मनः अनुविधीयते अनुप्रवर्तते तत् इन्द्रियविषयविकल्पनेन प्रवृत्तं मनः अस्येतेः हरति प्रज्ञा आत्मानात्मविवेकजां नाशयति कथं वायुः नावमिव अम्बसि उदके जिगमिषत मार्गाद् उद्धृत्य उन्मार्गे यथा वायुः नाम प्रवर्त्यति एवम् आत्मविषयां प्रज्ञां हृत्वा मनो विषयविषयां करोति यततो हि इति उपन्यस्तस्य अर्थस्य अनेकधा उत्पत्तिमुक्त्वा तं च अर्थमुत्पाद्य उपसमर्थे तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता इन्द्रियाणां प्रवृत्तौ दोषः उपपादितो यस्मान् तस्मात् यस्येतेः हे महाबाहो निगृहीतानि सर्वशः सर्वप्रकारैः मानसादिभेदैः इन्द्रियाणि इन्द्रियार्थेभ्यः शब्दादिभ्यः तस्य प्रज्ञा प्रतिष्ठिता योऽयं लौकिको वैदिकश्च व्यवहारः स उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निवर्तते अविद्यायाश्च विद्याविरोधात् निवृत्तिः इति एतमर्थं स्फुटीकुर्वन्नाः यानिशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रतिभूतानि सा निशा पश्यतो मुनेः या निशा रात्रिः सर्वपदार्थानाम् अविवेककरी तमस्वभावत्वातो सर्वभूतानां सर्वेषां भूतानां किं तन् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयः यथा नक्तञ्चराणाम् अहरैव सतु अन्येषां निशा भवति तद्वत् नक्तञ्चरस्थानीयानाम् अज्ञानां सर्वभूतानां निशा इव निशा परमार्थतत्त्वम् अगोचरत्वात् अतद्बुद्धिना तस्यां परमार्थतत्त्वलक्षणायाम् अज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान् जितेन्द्रियो योगी इत्यर्थः यस्यां ग्राह्यग्राहकभेदलक्षणायाम् अविद्यानिशायां प्रसुप्तानि एव भूतानि जागृति इति उच्यन्ते यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुने अतः कर्माणि अविद्यावस्थायामेव चोद्यन्ते न विद्यावस्थायां विद्यायां हि सत्याम् उदिते सवितरि शार्वरमिव तमः प्रणाशमवगच्छति अविद्या प्राक् विद्योत्पत्तेः अविद्या प्रमाणबुद्ध्या गृह्यमाणा क्रियाकारकफलभेदरूपा सति सर्वकर्महेतुत्वं प्रतिपद्यते न अप्रमाणबुद्ध्या गृह्यमाणायाः कर्महेतुत्वोत्पत्तिः प्रमाणभूतेन वेदेन मम चोदितं कर्तव्यं कर्म इति हि कर्मणि कर्ता प्रवर्तते न अविद्यामात्रमिदं सर्वं निशा इव इति यस्य पुनः निशा इव अविद्यामात्रमिदं सर्वं भेदजातम् इति ज्ञानं तस्य आत्मन्यस्य सर्वकर्मसन्यासी इव अधिकारो न प्रवृत्तः तथा च दर्शयिष्यति तद्बुद्धयस्तदात्मानः इत्यादिना ज्ञाननिष्ठायामेव तस्य अधिकारः तत्रापि प्रवर्तकप्रमाण अभावे प्रवृत्ति अनुत्पत्तिः इति चेन्न स्वात्मविषयत्वात् आत्मविज्ञानस्य न हि आत्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षत आत्मत्वादेव तदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य न हि आत्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयविवहारः सम्भवति प्रमातृत्वं हि आत्मनः निवर्त्यते अन्त्यं प्रमाणं निवर्तयदेव च अप्रमाणी भवति स्वप्नकालप्रमाणमेव प्रभवति लोके च वस्त्वधिगमे प्रवृत्तिहेतुत्व अदर्शनात् प्रमाणस्य तस्मान्न आत्मविदः कर्मणि अधिकारः इति सिद्धम् विदुषः त्यक्तैषणस्य स्थितप्रज्ञस्य यतेरेव मोक्षप्राप्तिः न तु असन्यासिनः कामकामिनः इति एतमर्थं दृष्टान्तेन प्रतिपादिष्यन्नाः आपूर्यमाणम् अचलप्रतिष्ठम् समुद्रमाप प्रविशन्ति यद्वन् तद्वत्कामायं प्रविशन्ति सर्वे सशान्तिमाप्नोति शृणोति न कामकामी। आपूर्यमाण अद्भिः अचलप्रतिष्ठं, अचलतया प्रतिष्ठ अवस्थितिः यस्य तम् अचलप्रतिष्ठं समुद्रम्। आपः सर्वतो गताः प्रविशन्ति, स्वात्मस्थम् अविक्रियमेव सन्तं यद्व तद्वत् कामाः विषयसन्निधा अपि सर्वतः इच्छाविशेषाः यं पुरुषं समुद्रमिव आपः। अविकुर्वन्तः प्रविशन्ति, सर्वे आत्मनि एव प्रलीयन्ते, न स्वात्मवशं कुर्वन्ति। सः शान्तिं मोक्षम् आप्नोति, न इतरः कामकामी। काम्यन्ति इति कामाः विषयाः, तान् कामयितुं शीलं यस्य सः कामकः, नैव प्राप्नोति इत्यर्थः। यस्मादियं तस्मा विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः, निर्ममो निरहङ्कारः स शान्तिमधिगच्छति। विहाय परित्यज्य कामान् यः सन्न्यासी पुमान् सर्वान् अशेषतः कास्नेन चरति, जीवनमात्रचेष्टाशेषः पर्यटति इत्यर्थः। निःस्पृहः शरीरजीवनमात्रेपि निर्गता स्पृहा यस्य सः निःस्पृहः सन्, निर्ममः शरीरजीवनमात्राक्षिप्तपरिग्रहेऽपि मम इदम् इति अभिनिवेशवर्जितः। निरहङ्कारः विद्यावत्त्वानिमित्त आत्मसम्भावनारहितः इत्येतत्। सः एवं भूतः स्थितप्रज्ञः ब्रह्ममे शान्तिं सर्वसंसारदुःखोपरमलक्षणां निर्वाणाख्याम् अधिगच्छति प्राप्नोति, ब्रह्मभूतो भवति इत्यर्थः। सैषा ज्ञान्यष्टा स्तूयते, येषां ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमोह्यते, स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति। एषा यथोक्ता ब्राह्मी ब्रह्मणि भवा इयं स्थितिः, सर्वं कर्मसन्न्यस्य ब्रह्मरूपेणैव अवस्थानमित्येत। हे पार्थ, न येनां स्थितिं प्राप्य लब्ध्वा न विमुख्यते न मोहं प्राप्नोति। स्थित्वा अस्यां स्थितौ ब्राह्म्यां यथोक्तायाम् अन्तकालेऽपि अन्त्ये वयस्यपि ब्रह्मनिर्वाणं ब्रह्मनिर्वृतिं मोक्षं गृच्छति गच्छति। किमु वक्तव्यं, ब्रह्मचर्यादेव सन्न्यस्य यावज्जेयं यो ब्रह्मणि एव अवतिष्ठते स ब्रह्मनिर्वाणं गृच्छति इति। श्रीमद्भगवद्गीताभाष्ये द्वितीयोऽध्यायः।